द्वादशोऽध्यायः द्वितीयाध्याये प्रवृत्तिषु विभूत्यन्तेषु अध्यायेषु परमात्मनः ब्रह्मणः अक्षरस्य विध्वस्तसर्वोपाधिविशेषस्य उपासनमुक्तं सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेः ईश्वरस्य तव च उपासनं तत्र तत्र उक्तं विश्वरूपाध्याये तु ऐश्वरम् आद्यं समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितम् उपासनार्थमेव त्वया तच्च दर्शयित्वा उक्तवानसि मत्कर्मकृत् इत्यादि अतः अहम् अनयोः उभयोः पक्षयोः विशिष्टतरभूत्सया त्वां पृच्छामि इति अर्जुन उवाच अर्जुन उवाच एवं सततयुक्ताहि भक्तास्त्वां पर्युपासते ये चाप्यक्षरमं व्यक्तं तेषां के योगवित्तमाः एवम् इति अतीतानन्तरश्लोकेन उक्तमर्थं परामृशति मत्कर्मकृत् इत्यर्थः एवं सततयुक्तः नैरन्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ताः इत्यर्थः ये भक्ताः अनन्यशरणाः सन्तः त्वां यथा दर्शितं विश्वरूपं पर्युपासते ध्यायन्ति ये च अन्येऽपि त्यक्तसर्वेषणाः सन्न्यस्तसर्वकर्माणः यथा विशेषितं ब्रह्म अक्षरं निरस्तसर्वोपाधित्वात् अव्यक्तम् अकरणगोचरम् यद्धि करणगोचरं तद्व्यक्तम् उच्यते अञ्जैः धातोः तत्कर्मकत्व इदं तु अक्षरं तद्विपरीतं शिष्टैश्च उच्यमानैः विशेषणैः विशिष्टं तत् ये चापि पर्युपासते तेषाम् उभयेषां मध्ये के योगवित्तमः के अतिशयेन योगविदः इत्यर्थः श्रीभगवान् उवाच ये तु अक्षरोपासकाः सम्यक् दर्शिनः निवृत्तैषणाः ते तावत् तिष्ठन्तु तान् प्रति यत् वक्तव्यं तदुपरिष्टात् वक्ष्यामः ये तु इतरे श्रीभगवानुवाच मय्यावेश्यमनो येम नित्ययुक्ता उपासते श्रद्धया परयोपेताः ते मे युक्ततमामतः मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः ये भक्ताः सन्तः मां सर्वयोगेश्वराणाम् अधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिं नित्ययुक्तः अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्तः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेतः ते मे मम मतः अभिप्रेताः युक्ततमाः इति नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुं किम् इतरे युक्ततमाः न भवन्ति न किन्तु तान् प्रति यद्वक्तव्यं तशृणु ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यञ्च कूटस्थमचरं ध्रुवम् ये तु अक्षरम् अनिर्देश्यम् अव्यक्तत्वात् अशब्दगोचर इति न निर्देष्टुं शक्यते अतः अनिर्देश्यम् अव्यक्तं न केनापि प्रमाणेन वेद्यते इति अव्यक्तं पर्युपासते परिसमन्त उपासते उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् अवगम्य तैलधारवतं समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनं तत् उपासनम् आचक्षते अक्षरस्य विशेषणमाह उपास्यस्य सर्वत्रगं व्योमव व्यापी अचिन्त्यञ्च अव्यक्तत्वादचिन्त्यं यद्धि कर्णगोचरं तत् मनसापि चिन्त्यं तद्विपरीतत्वादचिन्त्यम् अक्षरम् कूटस्थं दृश्यमानुगुणम् अन्तर्दोषं वस्तुकूटं कूटरूपं कूटसाक्ष्यम् इत्यादि कूटशब्दः प्रसिद्धः लोके तथा च अविद्यादि अनेकसंसारबीजम् अन्तर्दोषवतो माया अव्याकृतादिशब्दवाच्यतया मायां दुरग्निं विद्यान् मायिनं तु महेश्वरं मम माया दुरत्य इत्यादौ प्रसिद्धं यत्तत् कूटं तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतय अथवा राशिरिव स्थितं कूटस्थम् अत एव अचलं यस्मादचलं तस्माद् ध्रुवं नित्यम् इत्यर्थः सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः सन्नियम्य सम्यक् नियम्य उपसंवृत्य इन्द्रियग्रामम् इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धय समातुल्या बुद्धिः येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धय ते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रसः न तु तेषां वक्तव्यं किञ्चित् मां ते प्राप्नुवन्ति इति ज्ञानीत्वात्मैव मे मतम् इति उक्तं न हि भगवत्स्वरूपाणां सतां युक्ततमत्वम् अयुक्ततमत्वं वा वाच्यम् किन्तु क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते क्लेशः अधिकतरः यद्यपि मत्कर्मादिपराणां क्लेशः अधिकः एव क्लेशः अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां देहाभिमानप्रत्यागनिमित्तः अव्यक्तासक्तचेतसाम् अव्यक्ते आसक्तं चेतः येषां ते अव्यक्तासक्तचेतसः तेषाम् अव्यक्तासक्तचेतसः अव्यक्ता हि यस्मान् या गतिः अक्षरात्मिका दुःखं स देहवद्भिः देहाभिमानवद्भिः अवाप्यते अतः क्लेशः अधिकतरः अक्षरोपासकानां यद्वर्तनं तत् उपरिष्टाद् वक्ष्यामः ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन ध्यायन्त उपासते ये तु सर्वाणि कर्माणि मयि ईश्वरे सन्न्यस्य मत्पराः अहं परः येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानम् उक्त्वा यस्य सः अनन्यः तेन अनन्येनैव केन योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते तेषां किं तेषामहं समुद्धर्त मृत्युसंसारसागरं भवामि न चिरात् पार्थ मय्यावेशितचेतसां तेषां मदुपासनैकपराणाम् अहम् ईश्वरः समुद्धर्तः कुतः इति आह मृत्युसंसारसागरः मृत्युयुक्तः संसारः मृत्युसंसारः स एव सागर इव सागरः दुस्तरत्व तस्मात् मृत्युसंसारसागरात् अहं तेषां समुद्धर्थः भवामि न चिरः किं तर्हि क्षिप्रमेव हि पार्थ मयि आवेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतः येषां ते मय्यावेशितचेतसः तेषां यतः एवं तस्मात् मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अथ ऊर्ध्वं न संशयः मयि एव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकम् आदस्व स्थापय मयि एव अध्यवसायं कुर्वतीं बुद्धिम् आदत्स्व निवेशय ततः ते किं स्यात् इति शृणु निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मन मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वं न संशयः संशयः अत्र न कर्तव्यः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जयम् अथ एवं यथा अवोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं न शक्नोषि चेत् ततः पश्चात् अभ्यासयोगेन चित्तस्य एकस्मिन् आलम्बने सर्वतः समावृत्य पुनः पुनः स्थापनम् अभ्यासः तत्पूर्वको योगः समाधानलक्षणः तेन अभ्यासयोगेन मां विश्वरूपम् इच्छा प्रार्थयस्व आप्तुं प्राप्तुं हि धनञ्जय अभ्यासेभ्य समर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अभ्यासे अपि असमर्थः असि अशक्तः असि तर्हि मत्कर्म परमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः मत्कर्मप्रधानः इत्यर्थः अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेण अवाप्स्यसि अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् अथ पुनः एतदपि यद् उक्तं मत्कर्मपरमत्वं तत् कर्तुम् अशक्तः असि मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि सन्न्यस्य यत्करणं तेषाम् अनुष्ठानं सह मद्योगः तम् आश्रितः सन् सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसन्न्यासं सर्वकर्मफलत्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तस्सन् इत्यर्थः इदानीं सर्वकर्मफलत्यागं स्तौति श्रेयो हि ज्ञानमभ्यास ज्ञानाध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् श्रेयः हि प्रशस्यतरं ज्ञानं कस्मात् विवेकपूर्वक अभ्यास तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यते ज्ञानवतो ध्यानादपि कर्मफलत्यागः विशिष्यते इति अनुशज्यते एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् न तु कालान्तरम् अपेक्षते